गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वम् इति गतवर्गे तत्र वयं दृष्टवन्तः पृथक्त्वं नाम तत्र घटः पठात् पृथक् इति वयं दृष्टवन्तः तत्र पृथक्त्वम् इति तत्र गुणः अस्ति गुणेषु अन्यतमः अस्ति नाम द्रव्ये वर्तते अपि सर्वेषु द्रव्येषु वर्तते नाम नवद्रव्यवृत्तिः इति वयं दृष्टवन्तः अपि तत्र पृथक्त्वम् इत्यादि व्यवहारहेतुः नाम तादृशशब्दप्रयोगः घटः पटात् पृथक् इति तादृशव्यवहारः नाम ज्ञानजनकशब्दप्रयोगस्य कारणमस्ति पृथक्त्वम् यदि पृथक्त्वं नास्ति तर्हि एतादृशः प्रयोगः एव न भवति किन्तु लोके तादृशः प्रयोगः भवति घटः पटात् पृथक् आकाशः घटात् पृथक् आकाशः रूपात् पृथक् इति एतादृशाः प्रयोगाः भवन्ति एव तस्य कारणमस्ति तत्र पृथक्त्वम् इति गुणः तर्हि तत्र घटः पटात् पृथक् इति वदामः तर्हि घटः पटात् पृथक् अस्ति चेत् तर्हि तत्र योगेन्द्रमहोदय तत्र पृथक्त्वं कुत्र अस्ति घटः पटात् पृथक् इति यदि वदामः पृथक्त्वं कुत्र अस्ति योगेन्द्रमहोदय न श्रूयते महोदय अस्तु नरसिंहग्ने महोदय तत्र घटः पटात् पृथक् इति वदामः तर्हि हा घटे अस्ति समीचीनं पृथक् घटे पृथक्त्वम् अस्ति महोदय घटे पृथक्त्वम् अस्ति समीचीनं हा घटे पृथक्त्वम् अस्ति इदानीं तत्र घटः पटः न इति यदि वदामः तर्हि तत्र वयं किम् अवगच्छामः तत्र घटस्य अन्योन्यभावः पटे अस्ति हा अन्योन्यभावः पटस्य अन्योन्यभावः घटे अस्ति घटे घटः पटः न इत्युक्ते तत्र सर्वदा तत्र पटः न इत्युक्ते पटः एव प्रतियोगी हा तर्हि पटस्य अन्योन्यभावः घटे वर्तते इति आगच्छति समीचीनं तर्हि तत्र घटः पटात् पृथक् इति अस्ति अपि घटः पटः न इति अस्ति तत्र पृथक्त्वम् अपि भेदः समानः इति दृश्यते खलु इति प्रश्नः उदेति तर्हि तत्र तस्य विषये अद्य चर्चा भवति इदानीं तत्र अग्रे पठामः तत्र दृश्यते इति मन्ये अस्तु नाम वयं तत्र भेदः एव भेदः अपि पृथक्त्वं तत्र अत्र इदं तत्र विचार्यते भेदः एव पृथक्त्वम् इति वा इति तत्र इतः एव पठनीयम् इति मन्ये एकनिमिष पश्यामि यत् समीचीनमिति मन्ये हा आमां समीचीनं हा हा समीचीनमेव तद् नाम तत्र वयं गतवर्गे एतावत् पठितवन्तः नाम अत्र भेदः अपि पृथक्त्वं तत्र तयोः मध्ये किञ्चित् चर्चयामः नाम तत्र पृथक्त्वम् इति गुणः अपि भेदः इति अन्योन्य अभावः इति गतवर्गे वयं चिन्तितवन्तः भेदः नाम अन्योन्य अभावः तर्हि तत्र अस्तु तत्र शुभभगिनी तत्र गुणः कुत्र कुत्र वर्तते सर्वेषु पदार्थेषु वर्तते वा अथवा तादृश नास्ति वा गुणः द्रव्येषु एव वर्तते महोदय. हा गुणः द्रव्येषु एव वर्तते, तर्हि पृथक्त्वं गुणः इति कारणतः गुणः तत्र गुणः पृथक्त्वम् इति गुणः वा पृथक्त्वम् इति गुणः पृथक्त्वम् इति गुणः एव, तर्हि गुणः इति कारणतः पृथक्त्वं कुत्र भवति? सर्वद्रव्येषु वर्तते. अपि तत्र द्रव्यभिन्नेषु नाम तत्र किं सामान्ये अथवा तत्र विशेषे वर्तते वा? न वर्तते तत्र, द्रव्य एव वर्तते इति चिन्तनं, द्रव्ये एव वर्तते, द्रव्ये एव वर्तते, द्रव्यमेव आश्रयः भवितुम् अर्हति. किन्तु अन्योन्याभावः, अन्योन्याभावः इति तु सर्वेषु पदार्थेषु वर्तते. हा उदाहरणार्थं किञ्चित् वदतु, नाम तत्र द्रव्यभिन्नपदार्थे अपि वर्तते इति किञ्चित् द्रव्यभिन्नपदार्थे अपि वर्तते इत्युक्ते तत्र घटः अथवा घटत्वं स्वीकुर्मः, घटत्वम् इति स्वीकुर्मः, घटत्वं रूपे न वर्तते इति विषयः. समीचीनं. तत्र तु रूपम् इति गुणः भवति, अतः तर्हि गुणः द्रव्यं नास्ति, गुणः द्रव्यं नास्ति, पदार्थः एव, पदार्थः एव, किन्तु गुणे अभावः वर्तते. हा घटत्व अभावः गुणे वर्तते, रूपे वर्तते इति वक्तुं शक्नुमः. हा समीचीनं. हा घटस्य अभावः अपि वर्तते, घटत्वस्य अभावः अपि रूपे वर्तते, रूपे वर्तते. अत्र अन्योन्य अभावः इति चिन्तनं, सः अभावः रूपे गुणे वर्तते, तर्हि गुणेषु अपि अभावस्य वृत्तित्वम् अस्ति, वर्तते वर्तते नाम वृत्तित्वम् अस्ति, तर्हि अस्तु अस्ति इति वृत्तित्वम् अथवा वृत्तिः भवति, तर्हि अन्योन्याभावः सर्वपदार्थेषु वर्तते, सर्वपदार्थवृत्तिः अस्ति अभावस्य, किन्तु पृथक्त्वस्य केवलं नवद्रव्यवृत्तिः. अतः तत्र पृथक्त्वं भिन्नं, भेदः भिन्नः इति चिन्तयामः. किन्तु तत्र अग्रे वयं चर्चयामः, तत्र पृथक्त्वमेव तत्र भेदः न वा इति तत्र वादः अग्रे जायते, तस्य विषये अस्माकं तत्र कार्यमस्ति, पुनः संयोगस्य विषये किञ्चित् तत्र अवलोकनं, तस्य संयोगस्य अवलोकनम् अपेक्षितं भवति. अतः पुनः करपत्रम् अपि पठामः. तर्हि तत्र किन्तु तस्मात् प्राक् तत्र एतत् लक्षणे असाधारणकारणम् इति उक्तं, तत्र असाधारणकारणं किम् इति नाम तत्र पृथक्त्वव्यवहार असाधारणकारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति लक्षणे लक्षणवाक्यम् अस्ति पृथक्त्वस्य. तत्र असाधारणं कारणं नाम किम् इति किञ्चित् विवरणं दत्तमस्ति, तत् पठित्वा अग्रे तत्र भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं कथं साधितुं शक्नुमः इति अग्रे पश्यामः. धन्यवादः विश्वभगिनी, धन्यवादः. अस्तु तर्हि अग्रे अग्रे सरामः. तर्हि तत्र शुभदा भगिनी नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनी. आं भवती एव अग्रे अत्र पठति वा भगिनी एतल्लक्षणे इति? आं महोदय. एतल्लक्षणे असाधारणं कारणम् इति निर्देशः कृतः. किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणं. किं साधारणकारणं? यत् सर्वं कार्यं जनयितुम् आवश्यकम्, यथा पूर्वोक्तः प्रागभावः, न हि तेन विना किञ्चित् कार्यं जायते, अतः सः साधारणकारणं. तद्भिन्नम् असाधारणं, यत् कार्यविशेषं कार्यविशेषमेव जनयति न सर्वं कार्यं यथा कपालः घटमेव जनयति तन्तुः पटमेव प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति अतः तादृशव्यवहारस्य असाधारणकारणं भवति क्षम्यताम् अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति विशेषस्तु अग्रे वक्ष्यते अत्र एतल्लक्षणे असाधारणम् इति किम् इति किञ्चित् विवृतमस्ति असाधारणं किम् इति ज्ञातुं प्रथमं तु साधारणं नाम किम् इत्यस्य अर्थं अस्माभिः ज्ञायते तर्हि साधारणं नाम यत् सर्वं कार्यं जनयितुम् आवश्यकं यत् साधारणतया सर्वेषु कार्येषु उद्युक्तः भवति उपयोगिनः भवति उपयोगी भवति केवलम् एकं प्रति कारणं न तत्र एकं प्रति इति न किन्तु तत्र सर्वाणि कार्याणि प्रति कारणं भवति चेत् तत्र साधारणकारणं भवति नाम तत्र ईश्वर इच्छा ईश्वरज्ञानम् अथवा कालः नास्ति चेत् तत्र किमपि कार्यमेव न भवति खलु अपि दिक् इति अपि आवश्यकं नाम अपि तर्हि तत्र एतत् सर्वं तत्र साधारणकारणं यतोहि तत्र सर्वाणि कार्याणि प्रति कारणं भवति नाम एतद् नास्ति चेत् तत्र किमपि न भवति भवति एव तथा पूर्वोक्तः प्राक् अभावः तथा पूर्वोक्तः प्राग् अभावः हा अस्मिन् विषये प्रायशः केवलम् उक्तमस्ति किन्तु अग्रे तत्र कारणस्य सन्दर्भे वयं पश्यामः नाम घटस्य उत्पत्तिः घटः इदानीं नास्ति किन्तु घट उत्पत्तेः सामग्री नाम तत्र कपालः अस्ति जलम् अस्ति कुलालः अस्ति सर्वम् अस्ति चक्रम् अस्ति दण्डः अस्ति एतत् सर्वम् अस्ति इति चिन्तयतु तदनन्तरं घटस्य उत्पत्तिः भवति किन्तु तत्र घटः पूर्वक्षणं नास्ति चेदेव अस्मिन् क्षणे घटः भवति नाम घटस्य प्राग् अभावः अपि अपेक्षितः इति चिन्तनमस्ति तत्र घटस्य प्राग् अभावः अस्ति चेदेव अग्रे घटस्य उत्पत्तिः भवति अतः घटस्य प्राग् अभावः अपि घटं प्रति कारणं भवति इति नाम सामग्र्यां घटस्य प्राग् अभावः अपि एकः सदस्यः भवति इति अस्मिन् विषये अग्रे चर्चा भवति अस्तु तर्हि घटस्य अत्यन्ताभावः अपि तस्य एकं साधारण प्रागभावः इदानीं घटः नास्ति किञ्चित् हा प्रागभावः अस्ति चेदेव इदानीं घटस्य उत्पत्तिः भवति तेषां किञ्चिदेव वदामि नाम इदानीम् अस्मिन् क्षणे चिन्तयामः तत्र सामग्री तत्र समग्रसामग्री अस्ति घट उत्पादनार्थं समग्रसामग्री अस्ति इदानीं घटः घटस्य उत्पत्तिः अभवत् किन्तु सर्वं सामग्री अस्ति खलु इदानीमपि अस्ति कुलालः अस्ति पटः तत्र कपालः अस्ति सर्वम् अस्ति किमर्थं पुनः घटस्य उत्पत्तिः न अभवत् द्वितीयवारं किमर्थं घटस्य उत्पत्तिः न अभवत् इति तेषां प्रश्नः हा यतोहि इदानीं घटः अस्ति अतः तस्य उत्पत्तिः पुनः न अभवत् इति उत्तरं दद्मः किन्तु तेन किम् अवगच्छामः अस्तु इदानीं घटस्य उत्पत्तिः अभवत् अतः एव नूतनघटस्य उत्पत्तिः नाम घटस्य पुनरुत्पत्तिः न भवति अतः घटस्य उत्पत्ति कथम् अभवत् इत्युक्ते तस्मात् पूर्वक्षणे घटः नास्ति, अतः एव अस्मिन् क्षणे घटस्य उत्पत्तिः अभवत्. अस्मिन् क्षणे घटः अस्ति, अतः अग्रिमे क्षणे घटस्य उत्पत्तिः पुनः न भवति इति तेषां चिन्तनम्. अग्रे अस्मिन् विषये पश्यामः. अस्तु, अतः प्रागभावः अपि तत्र कार्यस्य प्रागभावः अपि कारणं भवति इति. तदपि साधारणकारणं खलु, साधारणं कारणम् इति चिन्तयितुं शक्नुमः. सत्यं, न हि तेन विना किञ्चित् कार्यं जायते. तद् नास्ति चेत् साधारणकारणं तु अनिवार्यता अस्ति, तस्य अनिवार्यता अस्ति, अतः तस्य अस्तित्वं तु भवेदेव. साधारणकारणं भवेदेव, अतः सः साधारणकारणं. तद् भिन्नम् असाधारणं यदा वयं वक्तुं शक्यते यदा यथा वक्तुं शक्यते यत् न साधारणम् असाधारणम् इति व्याकरणे अपि अस्ति. तद्वदेव अत्र अपि तद् भिन्नं, यत् साधारणात् भिन्नम् अस्ति तत् असाधारणम् इति तस्य व्याख्या. यत् कार्यं विशेषम् एव जनयति, न सर्वं कार्यं. तत्र किमपि विशेषं कार्यमस्ति तदेव तस्य उत्पादनस्य कृते एव तस्य उपयोगः भवेत्, न तु सर्वेषां कार्याणां कृते. अतः यथा कपालः एव घटमेव जनयति, यथा कपालेन पटः न भवेत्, न भवति कपालेन पटः न जायते, कपालेन घटमेव जायते. अतः कपालम् इति असाधारणं कारणं घटस्य प्रति इति. घटं प्रति समीचीनं, घटं प्रति क्षम्यताम्. प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति इति तु. प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति इति न अवगतं महोदय, क्षम्यताम्. नाम पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति, नाम तत्र अस्माकं तत्र वाक्यं किम् आसीत्, पृथक्त्वव्यवहारस्य असाधारणकारणम् अस्ति पृथक्त्वं. नाम असाधारणं कारणम् अस्ति पृथक्त्वम् इति कारणमस्ति, असाधारणं कारणमस्ति. तत्र किं प्रति असाधारणं कारणमस्ति? व्यवहारं प्रति खलु. पृथक्त्वव्यवहारस्य असाधारणं कारणमस्ति पृथक्त्वं. तत्र पेज् 95 पश्यति चेत् तत्र लक्षणवाक्यं दत्तमस्ति, एकवारं पठति वा तत्र? आं महोदय, कुत्र अस्ति? पृथक् व्यवहारासाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्तिः इति. तत्र पृथक्त्वव्यवहारस्य असाधारणं कारणं पृथक्त्वम् इति भवति. पृथक्त्वव्यवहारः योगः असाधारणं कारणम्. तर्हि व्यवहारं प्रति असाधारणं कारणमस्ति. व्यवहारः नाम ज्ञानजनकशब्दप्रयोगः खलु. व्यवहारः ज्ञानजनकशब्दप्रयोगः. नाम तत्र पृथक्त्वपदार्थे स्वीकृते एव भवति शब्दप्रयोगे. पृथक् इति प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति. नाम केवलं यत्र पृथक्त्वं वर्तते, नाम यदि वयं वदामः घटः पटात् पृथक् तर्हि शब्दप्रयोगः कदा भवति? तत्र पृथक्त्वपदार्थे स्वीकृते एव, नाम तत्र सतिसप्तमी इति मन्ये खलु. यदा स्वीकृतः भवति पृथक्त्वपदार्थः इति स्वीकृतः भवति तदा एव शब्दप्रयोगः भवति. केवलं तादृशशब्दप्रयोगं प्रति एव पृथक्त्वं कारणं पृथक्त्वं कारणं भवति. सर्वा तत्र सर्वेषां शब्दप्रयोगाणां प्रति कारणं नास्ति पृथक्त्वं खलु. केवलं घटः पठात् पृथक् इति तादृशप्रयोगं प्रति पृथक्त्वं कारणमस्ति. किन्तु घटः अत्र नास्ति, तत्र सत्यं ज्ञानम् अनन्तं ब्रह्म इति शब्दप्रयोगः, तस्य कारणं पृथक्त्वं नास्ति खलु. अतः तत्र अनेके शब्दप्रयोगः भवेयुः, किन्तु तान् सर्वान् प्रति तत्र पृथक्त्वम् इति कारणं नास्ति. केवलं घटः पठात् पृथक् यत्र पृथक्त्वं वर्तते स्वीकृतः पृथक्त्वपदार्थः इति स्वीकृतः भवति तत्र एव तादृशशब्दप्रयोगं प्रति एव पृथक्त्वं कारणं भवति. अतः पृथक्त्वम् असाधारणं कारणं नाम तस्य कारणतायाः क्षेत्रं बहु लघु अस्ति, विशिष्टम् अस्ति, बृहत् नास्ति खलु. विशिष्टकार्यं प्रति एव कारणम् अस्ति, कारणता अस्ति तस्य. समीचीनं वा भगिनि? आम् आं महोदय. परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, तदेव भवता उक्तम् अधुना यत् पृथक्त्वपदार्थः यदा वयं चर्चां भवति तस्य विषये तदा एव पृथक् इति शब्दस्य प्रयोगः भवति, न तु घटस्य उत्पादनसमये वा अथवा नाम तत्र नाम पृथक्त्वं शब्दप्रयोगं जनयति, घटं तु न जनयति खलु. पृथक्त्वं घटं तु न जनयति, सत्यं. अतः घटम् इति तस्य कार्यं नास्ति. पृथक्त्वस्य कार्यं घटः इति कदापि न भवति. पृथक्त्वस्य कार्यं शब्दप्रयोगः भवितुम् अर्हति. नाम शब्दप्रयोगः कीदृशः? घटविषयकः शब्दप्रयोगः, नाम घटः पठात् पृथक् एतादृशशब्दप्रयोगः पृथक्त्वस्य कार्यं भवितुमर्हति. नाम पृथक्त्वं कारणं, शब्दप्रयोगः कार्यम्. किन्तु पृथक्त्वेन घटः न भवति, घटस्य उत्पत्तिः पृथक्त्वेन न भवति. अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति. तदेव अतः तत्र असाधारणं नाम किमिति किञ्चित् उक्तमस्ति तावदेव. नाम सर्वेषां कार्याणां प्रति तत्र कारणं नास्ति चेत् तत् असाधारणं कारणम् इति भवति. अस्तु, समीचीनं भगिनि, धन्यवादः. धन्यवादः. अस्तु तर्हि इदानीम् अग्रे तत्र भेदः एव पृथक्त्वम् इति अपेक्षस्य निराशः. अत्र किञ्चित् पठामः, किन्तु किं तत्र अस्मिन् विषये तत्र भूमिका अपेक्षिता भवति. यद्यपि वयं संयोगस्य विषये किञ्चित् पठितवन्तः, किन्तु तस्य पुनरवलोकनम् अपेक्षितं भवति अत्र. तर्हि तत्र किञ्चित् पठित्वा अग्रे तत्र करपत्रं, स्वरूपमहोदयस्य करपत्रं पठामः. तर्हि अस्तु अग्रे, तर्हि तत्र योगेन्द्रमहोदय अग्रे पठति वा? आं पठामि. श्रूयते महोदय? इदानीं श्रूयते. सुप्ति ललन्तिका, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः अत्र इदं विचार्यते भवती भेदेन सर्वत्र निर्वाहः ते तावत् पूर्वोक्ताः ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः न च विनिगमनाविरहः रूपादौ रसादि प्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. अस्तु, तत्र किम् अत्र अवगच्छामि इत्युक्ते, तत्र एतस्य परिच्छेदस्य पठनार्थं किञ्चित् अपेक्षितम् अस्ति इति. नाम तत्र यद्यपि तत्र एतत् अवगच्छामः इति मन्ये, खलु, नाम भेदः एव पृथक्त्वम् इति आक्षेपस्य निराशः इति तत्र उपशीर्षिकः अस्ति. तस्य विषये किञ्चित् चिन्तयामः. तत्र भेदः एव पृथक्त्वम् इति पृथक्त्वम् जनः वदति, परन्तु इति सत्यं नास्ति इति आक्षेपः. नाम ओब्जेक्षन्, आक्षेपः. तत्र भेदः एव पृथक्त्वं खलु इति आक्षेपः कोऽपि करोति चेत् तत्र उत्तरं भवति न, तथा नास्ति. भेदः भिन्नः, पृथक्त्वं भिन्नम् इति एव सत्यम् इति चिन्तयामः. किन्तु तत्र तस्मिन् विषये चर्चा भवति, तत्र मतभेदः वर्तते. अतः तत्र अस्य भागस्य तत्र पठनार्थं तत्र किञ्चित् तत्र करपत्रस्य अपेक्षता आवश्यकता अस्ति. अतः एव तत्र करपत्रं पठामः. करपत्रे तत्र करपत्रद्वयम् अस्ति अस्मिन् विषये. अतः किञ्चित् एषः विषयः गम्भीरः अस्ति, गभीरः अस्ति. अतः प्रथमकरपत्रं केवलं संयोगस्य विषये एव अस्ति. तत्र जालपुटे यदि पश्यन्ति चेत् तत्र जालपुटे तत्र न्यायशास्त्रस्य मुख्य पृष्ठे तत्र किं भवति, तत्र एतत् एतस्य करपत्रस्य अनन्तरम् अग्रिमकरपत्रमस्ति, तत्र संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति अग्रिमकरपत्रं भवति. अतः इदानीं यदि केवलम् अत्र पठामः संयोगस्य प्रसङ्गे किञ्चित् किमर्थं संयोगस्य विषयः इदानीम् आगतः इति तत्र संशयः उदेति मनसि, किन्तु एतस्य करपत्रस्य पठनार्थम् अग्रिमकरपत्रम् अस्ति, संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यं. नाम परस्परवैलक्षण्यं नाम परस्पर तत्र वैलक्षण्यं नाम विलक्षणम् अस्ति, एतद् भिन्नमस्ति इति वदनार्थं तत्र संयोगस्य किञ्चित् ज्ञानम् अपेक्षितमस्ति. तस्य संयोगस्य ज्ञानस्य आधारेण वयं तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं साधितुं शक्नुमः इति अस्माकं तत्र अग्रिमकार्यक्रमः. अतः संयोगस्य प्रसङ्गे किञ्चित् तर्हि तत्र योगेन्द्रमहोदय भवान् एव अत्रापि पठतु महोदय, यतोहि तत्र किमपि केवलं तत्र विषयस्य उद्घाटनमेव आसीत् तत्र. मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति. मूर्तद्रव्यं नाम यत् द्रव्यं क्रियायाः आश्रयः भवति. मूर्तगतक्रिया नाम मूर्ते मूर्तद्रव्ये विद्यमाना क्रिया। मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अनेन मूर्तद्रव्येण सह अन्येन मूर्तद्रव्येण सह संयोगः भवति। हस्तः एकं मूर्तद्रव्यं, पुस्तकम् अपरं मूर्तद्रव्यम्। हस्ते जातया क्रियया पुस्तकस्य स्पर्शो भवति। एवं च अस्मिन् मूर्तद्रव्ये एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते, तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगो भवति, अथवा अन्येन विभुद्रव्येण सह संयोगो भवति। किञ्चित् विवृणोतु महोदय, किम् अवगतम् इति? मूर्तकर्तक्रियया तस्य मूर्त अन्तरेण विभुना च संयोगः भवति। इत्युक्ते मूर्तद्रव्यं यः अस्ति तस्य या क्रिया भवति तेन संयोगः भवति, या क्रिया भवति तेन संयोगः भवति। मूर्तद्रव्यं नाम यत् द्रव्यं क्रियायाः आश्रयः भवति। यदा उदाहरणमस्ति हस्तस्य मूर्तद्रव्यं नाम क्रियायाः आश्रयः आश्रयः उदाहरणं वदतु तत्र मूर्तद्रव्यस्य उदाहरणं किम्? हस्तः अस्ति, हस्तः मूर्तद्रव्यम् अस्ति। किं द्रव्यं मूर्तद्रव्यं नास्ति? क्रीं द्रव्यं मूर्तद्रव्यं नास्ति? अन्य कोऽपि जानाति वा, कोऽपि वक्तुमिच्छति वा? विद्यमानः द्रव्यः अस्ति सः मूर्तद्रव्यम्। आकाशे क्रिया न भवति, किमर्थं? यतोहि तत्र विभुद्रव्यमस्ति, सर्वत्र अस्ति। आचार्य, यत्र क्रिया वर्तते तत् मूर्तम्, पृथ्वी जल तेज वायु मनः च इति अस्ति। समीचीनं भगिनि, समीचीनं। तथा भूद्रव्यं सर्वमूर्तद्रव्यसंयोगित्वं यस्मिन् अस्ति तत् विभुस्ति विभुद्रव्यं। तदस्ति विभुद्रव्यं, समीचीनं भगिनि। अतः तत्र विभुद्रव्यं नाम आकाशः, अपि मूर्तद्रव्यं नाम तत्र पटः वा घटः वा पुस्तकं वा एतादृशं, तत्र मध्यमपरिमाणम् अथवा अणुपरिमाणं, यतोहि तेषु एव तत्र क्रिया भवितुम् अर्हति। अग्रे महोदय। मूर्तकर्तक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया। अर्थः कः? अतः मूर्तद्रव्ये या क्रिया भवति सा विद्यमाना क्रिया। न न महोदय, नाम अत्र अस्मिन् वाक्ये किम् उक्तम् इत्युक्ते, प्रथमे वाक्ये मूर्तगतक्रियया इति अस्ति खलु, मूर्तगतक्रियया इति, तत्र विभक्ति का? तृतीया विभक्ति। प्रथमविभक्तिरूपं किम्? क्रिया, मूर्तगतक्रिया। मूर्तगतक्रिया इत्युक्ते किं, तस्य अर्थः कः? मूर्त द्रव्ये या क्रिया जायते सा क्रिया इति एव तत्र मूर्तगतक्रिया इति पदस्य अर्थः अत्र दत्तः खलु, मूर्तद्रव्ये विद्यमाना क्रिया। यथा मूर्तद्रव्यं नाम किम् इति पूर्वस्मिन् वाक्ये दत्तं, तथैव मूर्तगतक्रिया नाम किम् इति अस्मिन् अत्र दत्तम्। अस्तु अग्रे, मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अनेन मूर्तद्रव्येण सह संयोगः भवति। अतः या क्रिया एकहस्ते भवति तेन तया क्रियया द्वितीयहस्तेन सह संयोगः भूत्वा अञ्जलिः इति भवति। इति अस्ति समीचीनं महोदय. हा उत्तमम् अस्तु समीचीनं महोदय. एकं द्रव्यमूर्तद्रव्यं मूर्तद्रव्यं पुस्तकम् अपरं मूर्तद्रव्यं हस्ते जातया क्रियया पुस्तकस्य स्पर्शः भवति अतः मूर्तगतक्रिया हस्ते अस्ति सा क्रियया द्वितीय अपर मूर्तद्रव्यम् अस्ति तेन सह स्पर्शः संयोगः भवति. अस्तु एवं च एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगः भवति यथा हस्ते जायमाना क्रिया क्रियया पुस्तकस्य स्पर्शः भवति इति. समीचीनम् अथवा अन्येन विभूद्रव्येण सह संयोगः भवति. नाम तत्र यत् अत्र तत्र घटः इति स्वीकुर्मः, घटः अस्ति, आकाशः अस्ति, घटः अपि आकाशः तयोः तत्र संयोगः अस्ति खलु. किन्तु इदानीं यदि वयं तत्र घटः अन्यत्र नयामः तर्हि इदानीमपि संयोगः वर्तते किन्तु अन्यस्मिन् भागे. नाम आकाशः एकः एव किन्तु तत्र व्यवहारार्थं वयम् आकाशस्य भागं कुर्मः खलु, यथा कालस्य कुर्मः तथैव तत्र संयोगः. तर्हि विभुद्रव्येण सह संयोगः भवति क्रियया क्रियया मूर्तगतक्रिया मूर्त अन्यकोऽपि मूर्तद्रव्येण सह संयोगः भवितुम् अर्हति अथवा विभुद्रव्येण विभुना विभुद्रव्येण अपि संयोगः भवति इति अस्ति. समीचीनं महोदय अस्तु धन्यवादः. धन्यवादः अस्तु अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा. आं महोदय. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि भवति. हस्ते क्रिया जायते तया क्रियया हस्तपुस्तकयोः संयोगः जायते. इदानीं स च हस्तः शरीरस्य अवयवः, अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्यापि संयोगः पुस्तकेन सह भवति. यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येण सह भवति. तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते. इत्थञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते. अनेन अस्माकं कश्चन नियमः व्युत्पन्नः, अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते. अस्य एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्. अत्र नियमः व्युत्पन्नः यतोहि अवयवसंयोगेन हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इति भवति. यतोहि हस्तः इति अवयवः तस्य एकमेकं वाक्यं पठित्वा वदतु भगिनि. सारांशत्वेन मास्तु किन्तु एकमेकं पठित्वा. प्रथमम् उक्तम् एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्. तस्य विवरणम् अग्रे दत्तम्. अवयविनः इति तत्र विभक्ति का तत्र अवयविनः अवयविन् अवयविनः अवयवसंयोगेन अवयविन् अवयवी इति प्रथमाविभक्ति एकवचनम्. अवयविन् इत्यस्य प्रथमाविभक्ति एकवचनम् अवयवी अवयवी अवयिन अवयविनौ अवयविनः प्रथम बहुवचनं षष्टि बहुवचनं षष्टि अपि षष्टि एकवचनं नाम अवयविनः संयोगः नाम तस्य संयोगः तस्य अवयवी यः अस्ति तस्य संयोगः अपि जायते इति अविवादम् तद् स्पष्टता भवेत् इति तावदेव हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि भवति इति उदाहरणम् हस्तपुस्तकसंयोगेन इति अवयव इति भवति कायपुस्तक कायम् इति अवयवी भवति इत्यनेन तस्य तस्य संयोगः जायते कायस्य संयोगः अपि जायते यथा हस्तपुस्तकसंयोगं भवति चेत् भवति समीचीनम् अस्तु अग्रे हस्ते क्रिया जायते तया क्रियया हस्तपुस्तकयोः संयोगः जायते हस्ते क्रिया जायते वयं पुस्तकस्य पुस्तकं स्वीकुर्मः चेत् हस्ते क्रिया जायते तया क्रियया हस्तपुस्तकयोः संयोगः जायते हस्तपुस्तकयोः संयोगः जायते इदानीं स च हस्तः शरीरस्य अवयवः हस्तः शरीरस्य अवयवः भवति शरीरम् अवयवी भवति अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्यापि संयोगः पुस्तकेन सह भवति आम् आं महोदय पुस्तकेन यदा पुस्तकेन सह हस्तस्य संयोगः भवति चेत् शरीरस्यापि संयोगः कायस्य अपि शरीरस्यापि संयोगः पुस्तकेन सह भवति यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येण सह भवति अवयवस्य संयोगः द्रव्यान्तरेण इत्युक्ते कश्चन अन्यद्रव्येण सह नाम यदि पश्यतु नाम तत्र यदि किमर्थम् अन्यत् द्रव्यम् इत्युक्ते खलु तत्र अन्यत् द्रव्यं किमर्थम् उक्तं नाम हस्तद्वयम् अस्ति एकः हस्तः अस्ति अन्यः अस्ति अन्यः हस्तः अपि अस्ति यथा तत्र योगेन्द्रमहोदय उक्तवान् तत्र अञ्जलिसमये अञ्जलि हस्तयोः संयोगः जायते किन्तु किं तदा कायस्य अपि हस्तस्य तत्र संयोगः भवति वा न महोदय तत्र समवायः एव सदा खलु हस्तशरीरस्य अवयव अवयविनोः विभाव समवाय समवायः एव एकः हस्तः अन्येन हस्तेन सह संयोगः यद्यपि भवति किन्तु तेन शरीरस्य संयोगः हस्तेन सह न भवति अतः द्रव्यान्तरेण नाम यत् द्रव्यम् अवयविनि नास्ति यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति मीन् अवयविनि नास्ति यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येण सह भवति तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते अवयवसंयोगेन अवयविनः द्रव्यान्तरेण अन्यद्रव्येण संयोगः जायते तत्र अवयवसंयोगः अपय अपि अवयविनः संयोगः, तत्र कार्यं किं कारणं किम्? अवयवसंयोगः कारणम्, अवयविनः संयोगः कार्यम् इति भवति. समीचीनम्. इत्थञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते. कारणं हस्तपुस्तकसंयोगेन कार्यम् इति कायपुस्तकसंयोगः इति कार्यमपि जायते. जायते. अनेन अस्माकं कश्चन नियमः व्युत्पन्नः. अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति वयं नियमः कर्तुं शक्नुमः. अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते यथा द्रव्यान्तरेण इति न उक्तम् अत्र, किन्तु तत्र इति अत्र दत्तमस्ति. एतत् सर्वं तत्र अग्रे तत्र कुत्र तत्र संयोगः भवति, संयोगस्य आश्रयः, एतत् सर्वं दृष्ट्वा एव वयं तत्र भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते इति कर्तुं शक्नुमः. अतः एव तत्र संयोगः नाम किं, संयोगस्य एकः संयोगः अस्ति चेत् तेन अपरः संयोगः अपि जायते, एतत् सर्वम् अवगन्तव्यः अस्ति अस्माभिः इति. अस्तु, अस्मिन् विषये कोऽपि प्रश्नः? अस्तु, समीचीनं भगिनि, धन्यवादः. धन्यवादः. धन्यवादः. अस्तु, इदानीम् अग्रे तर्हि तत्र अग्रे शोभा भगिनी अग्रे पठति वा? आं महोदय. अधुना कपाले काचित् क्रिया जाता, तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः. अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, अतः कर्मजः संयोगः इति उच्यते. कर्मजः संयोगः इति उच्यते. कर्मणा जातः इति कर्मजः. तदा स च कपालः यतोहि घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः तत्र अस्तु. यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति. सा च क्रिया तं संयोगे प्रति अन्यथा सिद्धा भवति. यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न. पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थम् इदम्. एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह संयोगः, न तु अवयवे जायमाना क्रिया. इत्थम् अनेन नूतननियमः निष्पन्नः. अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति. अत्र एव तत्र न्यायशास्त्रस्य वैशिष्ट्यं द्रष्टुं शक्नुमः. नाम सरलविषयात् गभीरगभीरविषयस्य अवगमनम्. इदानीं वयं चिन्तितवन्तः संयोगः वयं जानीमः, अवगच्छामः इति. अस्तु, पठतु भगिनि. अस्तु महोदय, तर्हि तत्र एकमेकं वाक्यं नीत्वा. अधुना कपाले काचित् क्रिया जायते, जानीमः कपाले क्रिया जायते येन घटोत्पत्तिः भवति अन्ते इति. तया इदानीं तत्र न न एवमेव उक्तवती. अस्तु, भिन्ना अस्ति. कपाले काचित् क्रिया जाता, तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः. अस्तु, इत्युक्ते नाम कपालः अपि पुस्तकतयोः स्पर्शः इदानीं स्पर्शः अभवत् इति. अस्तु, अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, इत्युक्ते तत्र कपाले काचित् क्रिया जाता, तेन संयोगः अभवत्, अतः तत्र क्रिया यतोहि क्रिया उत्पन्नः, अतः कर्मजः संयोगः इति उच्यते. कर्मजः इत्युक्ते तत्र कर्मणा जातः इति उत्पन्नम् इति, कर्मणा उत्पन्नः संयोगः. तर्हि संयोगः कीदृशः इति किं महोदय? कीदृशः संयोगः एषः? कर्मजः संयोगः, कर्मजः संयोगः, संयोगः यत् विशेषणं नाम उत्तमः बालकः तथा सत्यम्. आम् आम्, कर्मजः संयोगः एषः संयोगः इति. अस्तु, तदा स च कपालः यतोहि घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते खलु. अस्तु, तत्र इदानीं केवलं कपाले एव क्रिया जाता, न तु घटे. न न न, किन्तु भगिनि नाम तत्र यदि तत्र तेषः अस्ति चेत् हस्तपुस्तकयोः स्पर्शः जायते. ओ, इत्युक्ते तत्र घटस्य कपालः इति एव स्वीकर्तव्यम्. अस्तु, सत्यं सत्यं, केवलं घटे यत् कपालः, घटस्य अवयवः अवयवीरूपेण कपाले घटः नाम कपालः इति अवयवः इति इदानीं घटे एव अस्ति इति अवयव. अस्तु, अतः कपालस्य पुस्तकेन सह यः संयोगः, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते, यथा हस्तेन कायस्य अपि संयोगः जायते तथा. हस्तेन हस्तेन सह पुस्तकस्य संयोगः जायते चेत् तदा कायस्य अपि संयोगः जायते इति एव. तथैव भवति अत्र कपालस्य अपि यदा पुस्तकेन सह संयोगः जायते तदा घटस्यापि जायते. हा, स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः. अस्तु, हा, यतोहि तत्र यथा हस्तेन संयोगः जायते चेत् हस्तः कायस्य अवयवी इति कृत्वा, अवयवः इति कृत्वा, अवयवी इति देहस्य अथवा कायस्य अपि संयोगेन किं तत्र संयोगः कर्मजः न अपि तु संयोगजः. कायस्य संयोगः हस्तसंयोगेन कर्मजः आसीत् तथा हस्तसंयोगेन जातः, हस्तसंयोगेन जातः इत्युक्ते हस्तसंयोग इति कर्म इति स्वीकुर्मः चेत् भवति वा महोदय, कर्मजः इति? न न, कर्मजः इत्युक्ते क्रियया जनयति चेत् कर्मजः. आम्, इति एव भवती पठितवती खलु, कर्मणा जातः नाम इत्युक्ते तत्र हस्तसंयोगः इति क्रिया भवति इति क्रिया नास्ति, संयोगः अस्ति. हस्तसंयोगः क्रिया नास्ति, तत्र संयोगः एव. क्षम्यताम्, हस्ते क्रिया भवति, तेन संयोगः भवति, तेन कर्मजः इति तत्र वक्तुं शक्नुमः. तथा घटपुस्तकयोः संयोगः भवति, तद् तेन किम् अजन्यम् अस्ति संयोगः, कर्मजः न, तेन यत् भवति तत् कर्मजः न अपि तु संयोगजः इति, यतोहि तत्र संयोगः अवयवस्य अस्ति. नाम तत्र अन्येन संयोगेन एषः संयोगः भवति तत्र जन्यते खलु घटस्य कपाले किं घटस्य कपालस्य संयोगः पुस्तकेन सह अभवत् इति कृत्वा कपालसंयोगः किम् उक्तवन्तः कर्मजः संयोगः इति भवति इति. किन्तु तत्र इदानीं घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः, संयोगेन जन्यम् इति भवति तत्र खलु. संयोगेन जन्यम् एषः संयोगः, कर्मजः न संयोगजः इति वदामः. यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः. अस्तु, तत्र कपाले विद्यमानया या क्रियया, कपाले क्रिया अभवत् तेन कपालपुस्तकयोः संयोगः अभवत् तेन उत्पन्नः कर्मजः इति. तेन उत्पन्नः संयोगः कर्मजः, कर्मजः कर्मजः अस्ति. आम्, किन्तु सा क्रिया, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति, यतोहि तत्र संयोगः घटपुस्तकयोः न कपालपुस्तकयोः, अपि च नाम कर्मजः इति यदि वदामः तत्र क्रिया एव कारणं भवेत् खलु. क्रिया एव कारणं भवति कर्मजः इति. इदानीं क्रिया कस्य कारणम् अस्ति चेत् कपालपुस्तकयोः संयोगस्य कारणं भवति अस्ति. किन्तु घटपुस्तकयोः संयोगं प्रति कारणं नास्ति नास्ति. अतः एषः घटपुस्तकयोः संयोगः सः तस्य कारणं क्रिया नास्ति चेत् कर्मजः संयोगः इति न वक्तुं शक्नुमः इति. इत्युक्ते कर्मजः इत्यस्य कारणं क्रिया, कर्म नाम क्रिया भवेत्, कर्म भवेत्, अत्र कर्म नाम क्रिया एव, तत्र कर्म नाम क्रिया, कर्म नाम क्रिया, कर्मणा नाम क्रियया जातः. अतः तत्र क्रियया जातः चेत् कर्मजः संयोगः अपि अन्येन संयोगेन नाम अवयवस्य संयोगेन अवयविनः संयोगः भवति चेत् तदा द्वितीयसंयोगः किं भवति, संयोगजः इति भवति, संयोगः इति भवति. अतः तत्र भिन्नविधसंयोगः, संयोगः एव किन्तु प्रथमविधः नास्ति, कारणं भिन्नम् इति, कारणं भिन्नम् इति कृत्वा नूतनविधः. अतः तत्र संयोग सर्वे तत्र संयोगे अपि तत्र भेदः वर्तते, नाम भिन्नभिन्नसंयोगाः भवन्ति इति. समीचीनं, अग्रे. सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. अत्र अन्यथा सिद्धा नाम अग्रे एतावत् प्राक्षं वयं न पठितवन्तः, नाम कारणं नास्ति, नाम अन्यथा सिद्धा नाम कारणं नास्ति. तत्र घटं प्रति कपालः कारणं भवति, कपालसंयोगः कारणं भवति, कपालपरिमाणं कारणं भवति, एतत् सर्वम् अस्ति. किन्तु तत्र कुलालः अपि कारणं भवति. अतः तत्र वयं पठितवन्तः समवायीकरणम्, असमवायीकरणं, द्वितीयविध असमवायीकरणम्, एतत् सर्वं पठितवन्तः. निमित्तकारणम् इति अपि एकम् अस्ति, किन्तु तानि कारणानि विहाय यत् अन्यत् सर्वं भवति तद्भवति तत्र अन्यथा सिद्धा इति. अत्र उदाहरणार्थम् अग्रे दत्तमस्ति. यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न. अस्तु, तत्र कुलालस्य उदाहरणं नीत्वा, सः पिता अस्ति इति कृत्वा कुलालं प्रति कारणं, पुत्रस्य प्रति कारणं भवति, किन्तु नाम वयं चिन्तयामः तत्र घटः अस्ति, घटः अस्ति, तत्र किं कुलालं विना घटस्य उत्पत्तिः भवति वा? न भवति, न न भवति. अस्तु, इदानीं कुलालः पिता विना पित्रा विना कुलालः भवति वा? न भवति. तादृशं कारणं पूर्वं दृष्टवन्तः खलु महोदय? हा, अतः तत्र किं तत्र न स्मरामि भगिनि. हा, किन्तु एतादृशं भवति चेत् तर्हि तत्र किं पिता घटं प्रति कारणम् इति वक्तुं शक्नुमः वा? नाम कारणस्य कारणं खलु, कारणस्य कारणं. हा, कारणस्य कारणं घटं प्रति कुलालः कारणं, कुलालं प्रति पिता कारणं. तर्हि पिता घटं प्रति कारणम् इति चिन्तयितुं शक्नुमः वा इत्युक्ते न्यायशास्त्रे न तादृशं न स्वीकर्तव्यं. नाम तत्र कारणं बहु तत्र समीपं भवेत् इति. नाम तत्र घटस्य उत्पत्तेः समये तत्र किं कुलालस्य पिता अपि अत्र अस्ति वा? तर्हि तत्र त्रीणि कारणानि सन्ति खलु महोदय? हा, सत्यं भगिनि, तत्र निकषत्रयं भवेत्. हा, तत्र सर्वदा भवेत्, पूर्वक्षणे एव, पूर्वस्मिन् क्षणे घटस्य उत्पत्तिः पूर्वक्षणं. तत्र तत्र पुत्रे एव भवितुम् अर्हन्ति, न तु हा पिता इति कृत्वा तत्र कुलालस्य पिता कारणं न भवति, न भवति. अतः एव यथा पिता कुलालः घटः इति अस्ति, तथैव क्रिया क्रियया हस्तपुस्तकयोः संयोगः, पुनः हस्तपुस्तकसंयोगेन नूतनकायपुस्तकसंयोगः जातः. अतः एषा क्रिया एतं संयोगं प्रति कारणम् इति न स्वीकर्तुं शक्नुमः. यथा तत्र एतादृशसम्बन्धः यथा अत्र अस्ति तथैव अत्रापि अन्यथा सिद्धा इति सम्बन्धः वर्तते, कारणतः सम्बन्धः नास्ति. पञ्चसु अस्तु, तत्र प्रश्नः महोदय, अन्यथा सिद्धा इति उक्तमस्ति यत्र, तत्र सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति, सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति इति. अपि च संयोगजः इति अपि उक्तं तस्य कृते. तर्हि नाम एषः संयोगः संयोगजः संयोगः अस्ति, एषः संयोगः कर्मजः अस्ति. इत्युक्ते तत्र पुनः अन्यथा सिद्ध इति किमर्थम् उक्तम्? अन्यथा सिद्ध नाम कारणं नास्ति इति. नाम केवलं भगिनि तत्र एषा क्रिया एतस्य कारणम् अस्ति, किन्तु एतस्य कारणं नास्ति, नास्ति. एतस्य कारणं नास्ति इति कथं वदामः? अन्यथा सिद्ध, अन्यथा सिद्ध, अस्तु सिद्ध इति तावदेव. इत्युक्ते तत्र सामान्य विवरणमस्ति. नाम तं संयोगं नाम घटपुस्तकयोः संयोगं प्रति. अस्तु अस्तु अस्तु महोदय. कारणं न भवति इति, कारणं न भवति इत्युक्ते अन्यथा सिद्धा अस्ति, अन्यथा सिद्धा, सत्यं तावदेव. पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थम् इदम् अस्तु. हा, तत्र अन्यथा सिद्धा इति तत्र कारणं नास्ति इति यदि तस्य विषयः आगच्छति तदा द्रक्ष्यामः. तत्र पञ्चविध अन्यथा सिद्धाः सन्ति, नाम पञ्चविध कारणं नास्ति, एतत् कारणं नास्ति. किमर्थम् इत्युक्ते एतादृश एतेन कारणेन एतत् कारणं नास्ति, अतः प्रथमविध अन्यथा सिद्धा. एतदपि कारणं नास्ति, किन्तु प्रथमविध अन्यथा सिद्धा नास्ति, अतः नूतनविध अन्यथा सिद्धा अस्ति इति. अस्तु, तथा पञ्च पञ्चविध कारणाः, पञ्चसु वक्ष्यमाणेषु एतद् एतादृश तत्र कारणस्य कारणमिति तत् चतुर्थम् अन्यथा सिद्धा इति भवति. अस्तु, एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह संयोगः न तु अवयवे जायमाना क्रिया अस्तु अवयविनः अन्येन सह संयोगः यथा तत्र अवयवी इति तत्र किं घटः इति स्वीकृतवन्तः अन्येन सह संयोगः प्रति कारणम् इत्युक्ते तत्र पुस्तकस्य इति पुस्तकेन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह संयोगः तत् यथा कथम् अभवत् इत्युक्ते अवयवस्य इत्युक्ते कपालस्य अन्येन सह संयोगः पुस्तकस्य सह संयोगः तेन सम्यक् वा महोदय समीचीनं समीचीनं तेन एव घटपुस्तकस्य संयोगः जातः जातः न तु अवयवे जायमाना क्रिया अस्तु तत्र भगिनी नाम इत्युक्ते इदानीं अवयविनः संयोगः क्रियया न जन्यम् अतः इति एव कारणं तस्य संयोगस्य कारणं क्रिया नास्ति अतः तं प्रति कारणं संयोगः एव अवयवस्य अन्येन सह संयोगः न तु अवयवे जायमाना क्रिया यतोहि अवयवे जायमाना क्रिया तया किं तत्र साक्षात् संयोगः अभवत् अवयवस्य संयोगः अभवत् अयो अवयवस्य संयोगस्य कारणं क्रिया न तु अवयविनः संयोगस्य कारणम् अस्तु इत्थम् अनेन नूतननियमः निष्पन्नः अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति अस्तु महोदय तत्र इदानीं तत्र अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति पूर्वमासीत् पूर्वमासीत् तत्र नाम एकेन संयोगेन नूतनसंयोगः जायते इति उक्तं किन्तु तस्य आधारेण वयं किं कृतवन्तः अस्तु प्रथमविधसंयोगः कर्मजः संयोगः द्वितीयसंयोगः संयोगजः संयोगः इति यतोहि प्रथमसंयोगः कर्मणा जातः द्वितीयसंयोगः प्रथमसंयोगेन जातः कर्मणा न जातः अतः कर्मजः नास्ति संयोगजः अस्ति अस्तु इदानीं हा समीचीनं भगिनि अग्रे इदानीं तत्र नीता भगिनी तत्र किञ्चित् स्वशब्दैः वदति वा तत्र हस्तपुस्तकयोः संयोगः अपि तेन कायपुस्तकस्य संयोगः भवति इति चिन्तयतु नीता भगिनी अस्ति वा अस्तु तर्हि तत्र नरसिंहगिरि महोदय किञ्चित् वदति वा स्वशब्दैः महोदय अधुना कपाले काचित् क्रिया जाता तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कपाले ये क्रिया उत्पन्ना तेन कपालपुस्तकस्य संयोगः भवति प्रथमतया एतत् संयोगः केन भवति इत्युक्ते कपाले उत्पन्ना क्रियाया एतत् प्रथमविधसंयोगः अस्ति इत्युक्ते मूर्तसंयोगः इत्युक्ते किमपि नास्ति कर्मजः संयोगः कर्म इत्युक्ते क्रिया जायते ते उत्पन्नः संयोगः कर्मजसंयोगः इति उच्यते अधुना अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः अतः कर्मजसंयोगः इत्युच्यते कर्मणा जातः इति कर्मजः हस्ते यः क्रिया जाता तेन उत्पन्नः संयोगः इति कृत्वा कर्मणा जाता इति कृत्वा तस्य नाम अस्ति कर्मजसंयोगः. तदा स च कपालः यतोहि घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. इदानीं कपालः किम् अस्ति इत्युक्ते घटस्य अवयवः अस्ति. इदानीं घट कपालपुस्तकसंयोगः यदा भवति तत्र घट पुस्तकस्य अपि संयोगः भवति भवति एव. किमर्थमित्युक्ते घट कपालघटस्य अवयवः अस्ति. परन्तु तस्य नाम किम् इति प्रश्ने सति तत्र स च घटपुस्तकसंयोगः कर्मजन अपि तु संयोगजः. तस्य घटपुस्तकयोः मध्ये संयोगः भवति, तस्य नाम अस्ति संयोगजसंयोगज, न तु कर्मजसंयोगः. प्रथमयुजसंयोगः यत् भवति क्रियया तदस्ति कर्मजसंयोगः. द्वितीयविधसंयोगः यत् अस्ति तत् पुस्तकघटयोः मध्ये तदस्ति संयोगजसंयोगज. यतः कपाले किमर्थं द्वितीयसंयोगः कर्मजः नास्ति इति तस्य समाधानं साक्षात् साक्षात् तत् क्रियया न जायते. तत् तत् प्रथमविधसंयोगं यत् भवति तेन जायते, न तु प्रथम क्रियया साक्षात् क्रियया कृत्वा क्रिया न जायते. समीचीनं. अग्रे तत्र कुलालस्य पिता इति उदाहरणं तत्र तत्र किं भवति? तत्र कुलालस्य पिता अपि साक्षात् कुलालः साक्षात् घटं निर्मायति, परन्तु कुलालस्य पिता कुलालस्य जनस्य कृते कारणमस्ति, न तु घटनिर्माणस्य कृते साक्षात् कारणम्. अतः एव अतः तत्र पिता इति कारणमिति न स्वीकुर्मः खलु, साक्षात् कारणम् एव भवेत् पिता इति अधिकरणे अपि न भवति. अतः तत्र कारणमिति तत्र अङ्गीकारः नास्ति. तथैव अत्र किमस्ति तत्र अत्र यतः कपाले विद्यमानया क्रिया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्न कर्मज, सा क्रिया घटपुस्तकयोः व्युत्पन्नं अत्र व्युत्पन्नं यतः तादृश कुलालस्य पिता यथा कारणं न भवति तदा एव अत्र कपाले विद्यमानस्य क्रियाया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः प्रथमयुजसंयोगः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति. एतत् संयोगजसंयोगस्य कृते कर्मजसंयोगः कारणं न भवति इति अस्ति महोदय. नाम तत्र पिता तत्र एतत् स्वीकृत्य वदतु, नाम पिता कुलालं प्रति कारणमस्ति, पुनः घटं प्रति कारणम् अस्ति, परन्तु पिता घटस्य प्रति कारणं न भवति नास्ति. तथैव तत्र क्रिया क्रिया हस्तपुस्तकयोः संयोगं प्रति कारणमस्ति, परन्तु कपालपुस्तकयोः संयोगस्य कृते घटपुस्तकयोः संयोगस्य कृते तादृश कारणं न भवति नास्ति इति अस्ति. समीचीनं महोदय. अतः एव तत्र यदि वयं लिखामः तत्र किं भवति, तत्र क्रिया क्रियाकारणं भवति, तत्र अवयवसंयोगः प्रति खलु. आम् अपि अवयवसंयोगेन तत्र अवयविनः संयोगः भवति, अवयविनः संयोगः जायते. यद्यपि क्रिया अवयवसंयोगं प्रति कारणमस्ति, अपि एषः संयोगः एतं संयोगं प्रति कारणमस्ति, किन्तु क्रिया साक्षात् अवयविनः संयोगं प्रति कारणम् अस्ति नास्ति. अतः एव तत्र एषः संयोगः कर्मजः अस्ति, एषः संयोगः कः अस्ति, कीदृशः अस्ति, संयोगजसंयोगः संयोगजः संयोगः इति भवति इति अस्ति. धन्यवादः महोदय. अस्मिन् विषये कोऽपि प्रश्नः? धन्यवादः. हा धन्यवादः महोदय. सर्वे अवगच्छन्ति वा अत्र? अतः संयोगः द्विविधः अस्ति अत्र, कर्मजः संयोगः, संयोगजः संयोगः संयोगेन जातः संयोगः, संयोगजः संयोगः, कर्मणा जातः संयोगः, कर्मजः संयोगः इति. प्रश्नः अस्ति वा अस्मिन् विषये? अग्रे सरामः वा? अस्तु, तर्हि अग्रे तत्र मृणालिनी भगिनी अग्रे. अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति, हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति तदा हस्ते जाताया क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. तर्हि प्रश्नः अस्ति, यदा वयं हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति भवति, तर्हि आदौ हस्तेन क्रिया भवति तेन कारणेन हस्तपुस्तकयोः संयोगः भवति, तर्हि हस्तपुस्तकसंयोगेन कायपुस्तकयोः संयोगः इति संयोगजः अस्ति खलु? वयं किमर्थं न वदामः कि कायया एव क्रिया संयोगः जातः वा शरीरेण सह पुस्तकयोः संयोगः किमर्थं कर्मजः इति न स्यात्? किमर्थं कर्मेण एव साक्षात् कायस्य कर्मणः साक्षात् कायस्य कायपुस्तकयोः संयोगः न इति किमर्थं न वदामः इति चिन्तनम्. नाम हस्ते क्रिया अस्ति चेत् सा क्रिया किं शरीरे नास्ति वा? अस्ति इति चिन्तयामश्चेत्, शरीरे अपि अस्ति इति चिन्तयामश्चेत्, तर्हि शरीरे क्रिया अस्ति, तया क्रियया शरीरपुस्तकयोः संयोगः अभवत् खलु? तर्हि शरीरपुस्तकयोः संयोगः कर्मजः इति भवति खलु? किन्तु वयम् उक्तवन्तः तत्र शरीरसंयोगः शरीरपुस्तकसंयोगः कर्मजः नास्ति, संयोगजः इति उक्तवन्तः. अस्तु, तर्हि अस्मिन् विषये चिन्तनं किम्? यतोहि अत्र लिखितमस्ति अस्मिन् विषये स्वस्य विचारः भवेत् तदा एव अग्रे पठनम् इति. तर्हि तत्र किं किं चिन्तयन्ति? अहं चिन्तयामि आचार्य, अत्र साक्षात् शरीरं कारणं न इति यदि वयं स्वीकुर्मः तर्हि अन्यत्र अन्यत् कारणं तत्र स्थापयितुं शक्नुमः, यथा मनः कार्यं जनयति तत्सर्वं सत्यं. किन्तु शरीरे क्रिया अस्ति न वा? नाम यदा हस्ते क्रिया अस्ति तदा शरीरे अपि क्रिया भवति अथवा न भवति? किं चिन्तनम्? समवायित्वा संयोग इति वक्तुं शक्यते वा? हा उत्तमं भगिनि, हा हा हा समीचीनं समीचीनं. हा तत्र अस्तु अस्तु, हा किञ्चित् अन्येषामपि तत्र चिन्तनं किम् इति द्रक्ष्यामः. समीचीनं भगिनि, हा तत्र किं किं चिन्तयन्ति? हस्ते क्रिया अस्ति चेत् तत् शरीरे क्रिया, सा क्रिया शरीरे नास्ति वा? किम् अवयवजन्यं भवति? किं भगिनि? साक्षात् शरीरजन्यं भवति सा क्रिया, अवयवजन्य भवति न तु साक्षात् शरीरजन्यक्रिया. अस्तु, नाम तत्र हस्तक्रिया शरीरे नास्ति इति वक्तुम् इच्छति वा? न, अस्ति परन्तु साक्षात् शरीरेण जन्यम् इति नास्ति, अवयवजन्यक्रिया. तत्र प्रश्नः सरलः, नाम हस्ते क्रिया अस्ति चेत् सा क्रिया शरीरे अपि अस्ति वा इति प्रश्नः. तस्य कारणमिति एतत् सर्वम् इदानीं विषयः नास्ति. केवलं सा क्रिया हस्ते अस्ति. या क्रिया हस्ते अस्ति सा क्रिया किं शरीरे अपि अस्ति वा इति. शरीरे विद्यमाना अस्ति. विद्यमाना अस्ति इति वा भवति इति भवत्याः चिन्तनं खलु? नाम शरीरे अपि अस्ति इति भवती चिन्तयति. समीचीनं. हा अस्तु नरसिंहमहोदय. महोदय तत्र शरीरम् इति शरीरे सर्वाणि अङ्गानि रेप्रसेण्टेड् भवन्ति चेत् तदा तथा न वक्तुं शक्नुमः शरीरे अस्ति इति वा. तत्र क्रिया तु अस्ति अस्ति इति नाम तत्र भगिनि नाम यदि वयं वदामः नाम लेखनी उत्पीठिकयाम् अस्ति चेत् लेखन्या लेखनी उत्पीठिकायाः एकः भागे एके भागे एव अस्ति एकस्मिन् भागे अस्ति तेन सः विषयः नास्ति. अस्ति चेत् अस्ति एव तत्र सर्वत्र न भवति इति तादृशं चिन्तनं नास्ति. एकस्मिन् भागे अस्ति चेदपि तत्र उत्पीठिकायाम् अस्ति एव. तथा तत्र हस्ते क्रिया अस्ति इति कृत्वा किं सा क्रिया शरीरे अपि अस्ति वा इति. हस्तशरीरयोः समवायसम्बन्धः खलु? हा हस्तशरीरयोः उत्तमं हस्तशरीरयोः सम्बन्धः समवायः उत्तमं. हा इदानीं तत्र अस्तु उत्तमम् उत्तमं. तर्हि सोपानेन गच्छामः. तर्हि तर्हि हस्तः क्षम्यतां तर्हि हस्तः अपि कायः. तत्र अवयवः कः अवयवी कः हस्तः कायः तयोः मध्ये हस्तः अवयवः कायः अवयवी. हा समीचीनं. तर्हि अवयवः अपि कायः अवयवी. हा इदानीं प्रश्नः अय अवयव अवयविनोः सम्बन्धः समवायः इति उक्तं. समीचीनं. तर्हि तत्र सम्बन्धः समवायः अस्ति. यथा तत्र गुणद्रव्ययोः मध्ये सम्बन्धः समवायः इति अस्ति. किन्तु समवायः इति प्रसङ्गे वयं जानीमः एकः आदेयः भवति अन्यः अधिकरणं भवति खलु. तत्र विपरीततया न वक्तुं शक्नुमः खलु. गुणः एव आदेयः द्रव्यम् एव अधिकरणं विपरीततया न भवति. तर्हि अवयवः अस्ति अवयवी अस्ति कः आदेयः किम् अधिकरणम्? अवयवी अधिकरणं हस्तः एव आदेयः. हस्तः आदेयः कायः अधिकरणम् आश्रयम् आश्रयः अस्तु. अन्यः कोऽपि किमपि वद अन्येषां चिन्तनं किम्? कायः आदेयः अधिकरणं हस्तः. कायः आदेयः हस्तः अधिकरणम् इति भवती चिन्तयति. अस्तु किमर्थम्? अवयवी अवयवेषु यथा ततः कपाल कपाल वयं दृष्टवन्तः वृक्षस्य एकः भागः. तस्मिन् सन्दर्भे वयं किम् उक्तवन्तः तत्र नाम तत्र तत्र तन्तूनां तत्र तत्र तन्तून् विना पटः न भवति. अतः एव तत्र तन्तवः एव अधिकरणम् अधिकरणं पटः एव आदेयः आदेयः. तथैव तत्र नाम अवयवः एव तत्र अधिकरणम् अवयवी अवयवेषु वर्तते. तर्हि अधिकरणम् अस्ति अवयवः एव अधिकरणं खलु. आदेयः अस्ति अवयवी. शोभगिनी समीचीनं वा इदानीं? समीचीनं महोदय. तर्हि इदानीं तत्र किं भवति, इदानीं हस्तः अत्र अस्ति, अधोभागे अस्ति, कायः उपरि अस्ति खलु. हस्ते क्रिया अस्ति. हस्ते क्रिया अपि अस्ति, कायः अपि अस्ति. वयं वक्तुं शक्नुमः वा एषा क्रिया काये अपि अस्ति इति? आम्, क्रिया हस्ते अस्ति, यतोहि हस्तम् अधिकरणम् अस्ति, आदेयत्वेन अस्ति. किन्तु एषः हस्तः कायस्य अपि अधिकरणम् अस्ति. तर्हि तत्र कायः हस्ते अस्ति, क्रिया अपि हस्ते अस्ति इति कृत्वा किं क्रिया काये भवति इति वा? इति नास्ति खलु. नास्ति. नाम तत्र कारणकार्यस्य चिन्तनं खलु महोदय. किं भगिनि? कारणकार्यस्य चिन्तनम्. सत्यं सत्यं, किन्तु तत्र अवयवी अवयवेषु एव भवति इति इति न्यायशास्त्रस्य चिन्तनं खलु. आम् आम् आम्. अतः अवयवीनि नाम तत्र काये क्रिया अस्ति चेत् तत्र अधो गन्तव्यं कर्तुं शक्नुमः, अधो गन्तुं शक्नुमः. किन्तु अत्र अवयवे क्रिया अस्ति, काये अस्ति एषा क्रिया इति यदि वक्तुम् इच्छामः किं करणीयम्? क्रिया हस्ते अस्ति, उपरि गन्तव्यमस्ति. तत्र क्रिया क्रियवायेन समवायसम्बन्धः, समवायसम्बन्धः, पुनः उपरि गमनं समवेतः इति सम्बन्धः आगच्छति. अतः समवायसम्बन्धेन हस्ते स्थित्वा समवेतम्. अत्र कारणम् कारणं किमपि नास्ति, केवलं तत्र सम्बन्धः कः इत्युक्ते समवायसमवेतः इति भवति. किन्तु क्रिया साक्षात् काये नास्ति. क्रिया साक्षात् हस्ते अस्ति, किन्तु एषा क्रिया साक्षात् काये नास्ति. अतः किं भगिनि? उत्तरं नास्ति इति एव. इति एव इति एव अस्ति. अस्तु, अतः एव तत्र अवयव अवयविनोः तत्र समवायसम्बन्धः स्पष्टतया मनसि स्थापितं यम् अस्ति भगिनि. यतोहि बहुवारं वयं चिन्तयामः यथा लौकिकव्यवहारे अस्तु अस्तु, तत्र किं हस्तः शरीरस्य एकः भागः, शरीरे हस्ते अस्ति चेत् शरीरे भवति. किन्तु न्यायशास्त्रे आधारः अस्ति शरीरस्य भागाः, नाम हस्तः पादः एतत् सर्वम्, उपरि अस्ति शरीरः खलु. आम्, अतः उपरि गमनं भवति, तद् उपरि गमनं न कर्तुं शक्नुमः इति कृत्वा क्रिया हस्ते एव अस्ति. अतः यद्यपि क्रिया हस्ते हस्ते जाता या क्रिया, सा च क्रिया शरीरे नास्ति इति एव अग्रे भवति. अग्रे पठामः, अग्रिमे सप्ताहे पठामः एतत्. अस्तु, तर्हि समयोपि जातः, किन्तु बहु किमपि तत्र ज्ञातवन्तः. तत्र संयोगः कर्मजः संयोगः अस्ति, अपि संयोगजः संयोगः अपि भवति, अपि एषः संयोगजः संयोगः कर्मजः नास्ति, यतोहि हस्तगतक्रिया शरीरगतक्रिया नास्ति इति. अस्तु, तर्हि अत्रैव विरमाम, अग्रिमसप्ताहे इतः पठनं कुर्मः. अस्तु, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः तर्हि. धन्यवादः महोदय. धन्यवादः.